नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। आर्धधातुकप्रकरणे लृट् लकारः इति पाठः, तत्र अभिज्ञावचने लृट् तत्र कानिचन प्रमुखसूत्राणि आसन् खलु, तत्र अभिज्ञावचने लृट् इति प्रथमम् आसीत्, इदानीं किञ्चित् परिचितं भवति। स्मृतिबोधक उपपदे सति भूत अनद्यतनकाले धातोः लृट् लकारः भवति इति सूत्रं वदति, लृट् विधायकसूत्रं। यद्यपि तत्र स्मृतिबोधक उपपदमस्ति चेदपि भूत अनद्यतने काले धातोः तत्र लृट् भवति। द्वितीयं सूत्रमस्ति न यदि इति, यत् शब्दस्य योगे तत्र यद् पूर्वतनसूत्रेण अभिज्ञावचने लृट् इत्यनेन यद् लृट् विहितं तद् न भवति इति, सदा यत् शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूत अनद्यतनार्थे लृट् लकारः न भवति इति निषेधसूत्रं द्वितीयं। तृतीयं विभाषासाकाङ्क्षे इति, तत्र विकल्पेन स्मृतिबोधक उपपदे सति भूत अनद्यतनधातोः अनद्यतनकाले धातोः लृट् लकारः विकल्पेन भवति, यदि सत्यपि असत्यपि, यदि अस्ति चेदपि अथवा नास्ति चेदपि। परन्तु तत्र एकम् इतोपि एकं क्लास् अस्ति यद् सम्बन्धक्रियाद्वयम् आवश्यकम्, एकस्याः आवश्यकता अपि अपरस्य अर्थपूरणार्थम् इति तृतीयं सूत्रम्। अभिजानासि देवदत्त कश्मीरान् गच्छाम तत्र कश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः इति, यदा तद् न भवति चेत् इत्युक्ते विकल्पेन अभिजानासि देवतत्व कश्मीरान् आगच्छाम तत्र सक्तून् अपिबाम इति लङ् प्रयोगः। अनन्तरम् आशंसायां भूतवच्च, भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति, तत्रापि विकल्पेन एव, परन्तु विवक्षा आशा, आशायाः विवक्षायाम् इति तत्र चतुर्थं सूत्रं। तदेव उपाध्यायः चेदगमत् वा आगतः, आगतः वा आगच्छति वा आगमिष्यति वा, एते व्याकरणम् अध्यगीष्महि वा अधीतवन्तः वा अधीमहि अध्येष्यामहि, तत्र एव तद्वर्तमानस्य भूतस्य प्रत्ययः भवति। आशंसायां भूतवच्च क्षिप्रवचने लृट् इति पञ्चमम्। क्षिप्रशब्दस्य तदर्थकशब्दस्य उपपदे सति आशायाः विवक्षायां धातोः लृट् लकारः, अत्रापि आशा एव विवक्षा अस्ति, परन्तु क्षिप्रशब्द अथवा तदर्थकशब्दः भवेत्, तत्रापि लृट् लकारः भवति। गत आशंसायाम् आम् आम् महोदय, तत्र आशंसायां भूतवच्च इति अत्र लृट् लकारस्य अपवादः भवति, लृट् लकारविकल्पेन लृट् लकारः भवति, परन्तु विकल्पेन भूतकाल अपि वर्तमानकाल अपि भवति खलु, आशंसा सामान्यतः तत्र भविष्यत्काले एव खलु, भविष्यत्कालस्य कृते भूतकालस्य भूतकालिक लट् लकार लट् क्षमतां तत्र लट् लकार अथवा भूतकालिक अथवा लट् लकारः द्वयमपि खलु सत्यं सत्यम् आम्। तद् भूतकालस्य कृते लट् लकारः, इदानीं भविष्यत्कालस्य कृते भूतकालस्य कृते अथवा लट् लकारः तत्र आम् आम् आम् तत्र उभयविभाषा आम् भविष्यत्काल आम् सत्यम् आम् सत्यम्। अन्ये तु विकल्पेन, सामान्यतया भविष्यत्कालः एव भवति, भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन। तत्र विभाषा इत्यत्रापि तत्र प्रभेदाः अस्ति खलु, उभयविभाषा तत्र किमासीत् तत्र लुम् लकारस्य प्रयोगः न तु लङ् लकारः, भूतकालस्य लुम् लकारस्य प्रयोगः अथवा कृत् कृत् कृदन्तभूतकालः भूतकालः आगतः भवितुमर्हति न लङ् लङ्घन इति आशंसा अनन्तरं क्षिप्रवचने इत्यत्र तु क्षिप्र इति अथवा तदर्थकपदस्य उपपदे सति आशायाः विवक्षायां तत्र लृट् लकारः केवलं लृट् भवति न तु भूत अथवा वयं दृष्टवन्तः यद् इति प्रयोगे भूतकाले एव भवति तथैव तत्र क्षिप्रवचनचेत् लिट् लकार एव भवति सत्यं सत्यम् इति क्षिप्रवचने लृट् किं वृत्ते लिङ् लृटौ इति सूत्रं तत्र किम् इति प्रश्नवाचके सति गर्ह इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृट् च लकारौ भवतः अत्र एव लिङ् लृट् द्वयमपि परन्तु किम् इति प्रश्नवाचके सति गर्ह इति अर्थः गम्यमानः चेत् सो तत्र क्लास् द्वयमिति किम् इति प्रश्नवाचक शब्दः भवेत् तदपि अर्थः कः अन्यपि अन्यपि तादृश वा मया तु तत्र किञ्चित् क्लेशः भवति तत्र मध्ये मध्ये इण्टर्नेट् एव नो भगिनि ऐ केन् हियर् प्रापर्लि समीचीनमस्ति वा समीचीनमेव अस्तु अस्तु यदि अस्ति चेत् वदन्तु तत्र प्रायः इण्टर्नेट् एव स्यात् अभिज्ञावचने लृट् न यदि विभाषा साकाङ्क्षे सूत्रत्रयमपि 3.2 अस्ति आशंसायां भूतवच क्षिप्रवचने लृट् सो इफ् 3.2 सूत्रास् आर् मोर् इम्पार्टेण्ट् देन् 3.3 इति वक्तुं शक्यते वा भगिनि न न तादृशं किमपि नास्ति खलु किमर्थं प्रश्नः प्रायः आशंसायां देन् वर्तमान आल्सो कम्स् मीन् इन् विच् कण्डिशन्स् लुङ् अपि लृङ् अपि लिट् अपि तत्र सो प्राबब्लि तत्र मध्ये अन्ये लकाराः भवेत् यत् प्रायः अस्मिन् पाठे प्रमुखः नास्ति अग्रिमपाठे तद् अभिज्ञावचने लृट् खलु अभिज्ञावचने लृट् इति लङ्गः प्रसङ्गे एव उक्तम् अनदर्शने लङ् इत्यस्मिन् प्रसङ्गे अनद्यतने लङ् सूत्रात् अनन्तरम् अस्ति लङ् एव लङ् प्रसङ्गे लृट् लृट् अभिज्ञावचने 3-2-1-1-4 खलु तस्य सङ्ख्या विज्ञावचने लृट् 3-2-1-1-2 खलु अनद्यतने लङ् लङ् पूर्वसूत्रम् अनद्यतने लङ् अभिज्ञावचने लृट् न यदि नो तत्र 3-2-1-1-4 विभाषा साकाङ्क्षे सूत्रत्रयं दृष्टवन्तः खलु 3-2-1-1-4 इस् परोक्षे लिट् लिट् जातम् इदानीं दट्स् वाट् तत्र गेप् मध्ये यदस्ति तद् अन्यत्र गतं सो 3-2-1-1-4 1-1-5 परोक्षे लिट् 1-1-4 विभाषा साकाङ्क्षे अनन्तरं तत्र किमपि लङ् सूत्रमस्ति अनन्तरं लट् स्मे 1-3-2-1-1-8 सो अनन्तरम् अपरोक्षे च एतत् सर्वम् आगच्छति वर्तमाने लट् अपि मध्ये अस्ति वर्तमाने लट् इस् 3-2-1-2-3 सो अस्माकम् अग्रिम आल् दीस् आर् रिलेटेड् टु भूतकाल परन्तु तत्र लिट् लकार अपि भवति इति कृत्वा तत्र एव खलु सर्वाणि तत्र भूतकालात् प्रत्ययाः सन्ति खलु अनदर्शने लङ् सर्वं समाप्य पुनः 3-3 आगतं 3-3 संख्या का भगिनि 3-3-1-3-2-1-3-2 आशंसायां भूतवच् 1-3-2 अत्र लिट्लकारस्य प्रसङ्गे भूतकाल अपि भवति इदानीं 3-3 वर्तमानद्वा इति तत्र प्रसङ्गे लृट् लकारस्य प्रसङ्गे वर्तमानकालापि भवति आशंसायाम् इति. बट् भूतवच्च आशंसायां भूतवच्च भूतवत् इति सूत्रे अस्ति, भूतकाल सूत्रे अस्ति इत्यनेन भूतकालम् अपि भवति. सत्यं वर्तमानसामीप्ये वर्तमानवत् वा इति पूर्वसूत्रं, तस्मात् वर्तमान इति आगतम्. अतः वि हव् कम् अगेन् टु लृट् लकारः. अस्तु, देन् लिङ् निमित्ते लृङ् क्रियाधिपत्तौ, भूते च भूताप्योः गर्ह. ओके ओके, किं वृत्ते लिङ्ग् तट् इस् द आर्डर् तत्र. अतः एव मध्ये त्यक्तं 1 3 2 3 3 3 2 1 1 4 मध्ये बहु किमपि त्यक्त्वा 3 3 1 3 2 आगतं क्षिप्रवचने. इदानीं किं वृत्तौ लिङ् लृट्टौ, तत्र किम् इति प्रश्नवाचकशब्दः भवेत्, गर्ह इति अर्थः अपि भवेत्. अतः तदा लिङ् च लृट् च लकारौ भवतः तत्र पूर्वमपि भवेत्, बट् अकार्डिङ्ग् टु दिस् सूत्र तत्र लिङ् लृट् द्वयमपि भवति. अनन्तरं लृङ् प्राङ्वत् प्राङ्वत् इत्यनेन लृङ् अपि भवति. अतः किं वृत्ते लिङ् लृटौ इत्यनेन लिङ् लकारः, लृट् लकारः, अनन्तरं लृङ् लकारः इति लकारत्रयमपि भवति. तस्मात् एव तस्य आरम्भः पूर्वं सत्यं, क्षिप्रवचने लृट् अथवा तस्मात् पूर्वम् आशंसायां तत्र तु एतस्य प्रसक्तिः न आसन् आसीत् खलु. एतस्मात् एव किं वृत्तौ लिङ् लिटौ इत्यस्मात् एव लृङ् तस्मात् पूर्वं नास्ति. भूते क्रियातिपत्तौ वा लृङ् तद् यदा महोदयेन उक्तं क्रियातिपत्तौ भवेत्. अनन्तरम् अनवक्लुप्तम् अनवक्लुप्तमर्षयोः किं वृत्ते अपि तत्र असम्भावना अक्षमा. अनयोः अर्थे किं वृत्ते उपपदे सत्यपि असत्यपि तत्र धातोः कालसामान्ये सर्वलकारापवादे लिङ् च लृट् च भवतः. सो तत्र गर्हायाम् इत्यस्य निवृत्तिः अस्ति, अनवक्लुप्तिः असम्भावना अमर्षः अक्षमा इति अर्थे तत्र किं वृत्ते उपपदे किं वृत्तः एव उपपदम् अत्रापि, परन्तु गर्ह इति निवृत्तमस्ति. अत्रापि लृङ् लकारः प्राग्वत् भवति. अतः अत्र लृट् लिङ् लृट् लृङ् पुनः अनवक्लुप्ति अमर्षयोः किम् अकिं वृत्ते अपि खलु किं वृत्ते अकिं वृत्ते. अनन्तरं किङ्किलास्य अस्ति अर्थेषु लृट् पुनः लृट् इति उक्तम् अत्र. अत्र असम्भावना अक्षमा चेत् अनयोः अर्थः गम्यमानः चेत् किं किला अनन्तरं च अस्ति द्वयमपि न किं किला अथवा अस्ति चेत् अनयोः उपपदे धातोः लृट्लकारः भवति. सो अर्थः तु असम्भावना अक्षमा यदा पूर्वस्मात् सूत्रात् तत्र तु किं किल अथवा अस्ति इति उपपदे सति तत्र लृट्लकारः भवति. कुत्र एकम् अस्ति तत्र लृङ् न भवति अत्र अस्मिन् सूत्रे किं किल इत्यत्र लृङ् न भवति इति. एतदेव किं किल इत्युक्ते क्रोधद्योतक उपपदम् इति अर्थः. क्रोधद्योतकं वदति उपपदस्य अर्थः किं किल इति समुदायः तत्र क्रोधद्योतक उपपदम् इति. अत्र लृङ् न भवति लिङ् न भवति इति कृत्वा लृङ् न भवति. सत्यं लिङ् न भवति अतः लृङ् अपि न भवति. एतत् दृष्टवन्तः. अनन्तरं अग्रिमम् अथवा प्रायः अन्तिमम् आसीत् शेषे लृडयदौ इति 3 3 1 4 1 1 5 1 शेषे नाम यत्र यच्च यत्र न स्तः तत्र एव एकम् उदाहरणम् अपरिच्छेदम् आसीत् खलु, किं किल अस्ति अर्थेषु लृट्, तस्मात् अनन्तरं बहूनि सूत्राणि आसन्, तदा अनन्तरमेव शेषे लृडयदौ लृडयधौ इति सूत्रम् इति तत्र यच्च यत्रयोः इति सूत्रे पूर्वं सूत्रं 148 तत्र यच्च यत्र इति उपपदे अनवक्लिप्तयो अमर्षयोः यच्च यत्रयोः उपपदे धातोः लिङ्लकारः इति सूत्रम् आसीत्। तत्र चित्रीकरणे च 150 चित्रीकरणे यच्च यत्रयोः उपपदे धातोः लिङ्लकारः इति अपि आसीत्। तद् न आवश्यकम् अत्र शेषे लृडयदौ इत्यत्र यद् चित्रीकरणे इत्यनेन यच्च यत्र इति पदम् अस्ति तत् त्यक्त्वा अन्यत् सर्वम् इति बोधनार्थम् एकं भिन्नसूत्रं शेषे लृडयदौ इति। तत्र यदि भिन्न अव्यय उपपदे सति चित्रीकरणार्थः गम्यमानः चेत् लिट्लकारः भवति, शेषे इत्यनेन यच्च यत्र इति न स्तः, तद् भिन्न अव्यय उपपदे सति चित्रीकरणार्थः गम्यमानः चेत्। चित्रीकरणम् इति अर्थः तु अत्रापि आगच्छति, चित्रीकरणम् इत्युक्ते आश्चर्यं, विचित्रम्, अद्भुतम् इति उक्तं पूर्वं, तद् अर्थे अस्ति चेत् तत्र लृट्लकारः धातोः भवति। तत्र एव एकम् उदाहरणम् अस्माभिः दृष्टं खलु, तत्र अन्धो नाम पर्वतम् आरोक्ष्य, बधिरो नाम व्याकरणम् अध्येष्यते इति, तत्र नाम इति अव्यय अव्ययेन आश्चर्यं द्योतितम् इति, तस्मात् तत्पर्यन्तं पठितवन्तः वा? तत्र शेषे लृडयदौ इति तत्र तस्मात् महोदय भवान् पठति वा इति सूत्रे यदि भिन्न अव्यय उपपदे सति। अस्तु, शेषे लृट् अयदौ इति सूत्रे यदि भिन्न अव्यय उपपदे सति लृट् इत्युक्तम्, अयदौ इति किम्? आश्चर्यं यदि स अधीत इति अस्ति, तत्र आश्चर्यं यदि स अधीत इति सिद्धान्तकौमुद्यम्। अत्र अयदौ इत्यस्य दलशास्त्रे किं किम्? आश्चर्यं यदि मूकः अधीत, मूकः इत्युक्ते यः वक्तुं न शक्नोति, उक्तवाक्ये च यदि पदेन आश्चर्यार्थः द्योतितः, मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात् इति वाक्यार्थः। अस्मिन् वाक्ये यदि शब्दः अस्ति चित्रीकरणार्थः अपि, यदि शब्दः अस्ति चित्रीकरणार्थः अपि गम्यं, तदेव खलु चित्रीकरणार्थः अपि गम्यमानः, किन्तु विधिलिङ् लकारः अस्ति न तु लृट्, एतादृशे वाक्ये लृट् लकारः न स्यात्, तस्य निषेधार्थञ्च सूत्रे अयदौ इति उक्तम्, अयदौ इति किम्? अयदौ इति किम् इति प्रश्नः। आश्चर्यं यदि सः भुञ्जीत इति काशिकायां, यदि सः खादेत् आश्चर्यस्य वार्ता स्यात् इति अर्थः। अत्र पूर्वसूत्रे वयम् अस्माभिः दृष्टम् शेषे शेषे लृट् अयदौ इति, शेषे इति यत् नाम यत्र यच्च यत्र न स्तः, यदि यदि यच्च यत्र यदि इति अव्ययानि न स्युः तर्हि लृट् भवति इति, यदि यदि यत् यत् यच्च यत्र अथवा यद् इति शब्दः अस्ति यत् आश्चर्य आश्चर्यसूचकपदमस्ति तर्हि तत्र लृट् लकारस्य प्रयोगः न भवति, केवलं लिङ् लकारस्य प्रयोगः भवति, यथा अत्र दत्तम् अन्ध तत्र अस्ति कुत्रापि अस्तु। आश्चर्यं यदि सः अधीत इति, आश्चर्यम् आश्चर्यं सः नाम अधी अधी अध्येष्यति वा अध्येष्यति वा तत्र यदि इति नास्ति चेत् यदि इति नास्ति चेत् तत्र लकारः भवति इदानीम् अय यदि अस्ति चेत् तत्र तत्र लिङ्लकारस्य प्रयोगः एव भवति तत्र यदिति आश्चर्य भगिनि कुत्र भवान् पठितवान् महोदय लिट् अयदौ तत्र एव खलु इति सूत्रस्य विवरणम् अभवत् खलु अनन्तरम् अधः तृतीयपरिच्छेदः ओ तृतीयपरिच्छेदः यदि भिन्न अव्ययोपदेशित् अयदौ इति किमिति शक्यमस्ति यदि अस्ति चेत् तत्र सः अधीत इति भवेत् अधीत इति आश्चर्यम् यदि सः अधीतः अध्येष्यते आश्चर्यं सः अध्येष्यते आश्चर्यं नाम सः अध्येष्यते इति तत्र लिट् लकारः किमर्थम् अत्र यद् इति भिन् यदि इति नास्ति यदि यदि इति प्रयोगः भवति आश्चर्यं यदि सः अधीत इत्येव भवति न तु अध्येष्यते इति शेषे लिट् अयदौ इति स्थलसार्थक्यम् अस्ति मूकः यदि अध्येतुम् आरभेत तर्हि एषा आश्चर्यजनिका वार्ता स्यात् मूकः भवति मूकः पठितुं शक्नोति खलु आं पक्नु तदेव मम अपि जिज्ञासा यदि यदि वक्तुम् आरभेत खलु यदि यदि वक्तुम् आरभेत खलु अध्ययनं सर्वे मूककविः इत्यपि अस्ति खलु सः तु रचितवान् सूर्यशतकं खलु सत्यं तदा कथं वा कामाक्षी पञ्चशतकं रे मूकपञ्चशति सूर्यशतकं भिन्नः मूकपञ्चाशति कामाक्षी सत्यं सूर्यशतकं भिन्नरचति सदाशिव ब्रह्मेन्द्र मूकः अनन्तरम् अभवत् मूकः शपथं स्वीकृतवान् न वदामि मयूरभट्टः सूर्यशतकम् इस् मयूरभट्टः मयूरभट्टस्य तद् भिन्नं तद् भिन्नम् एतत् तु मूकपञ्चशति एव तत् सत्यम् आम् कामाक्षी आम् परन्तु मूकः अध्ययनं कर्तुं शक्यते खलु किमर्थम् एतादृशवाक्यं पठितुम् इत्यर्थे इत्येव तत्र वक्तुम् इत्यर्थे एव प्रायः अध्येतुम् अध्ययनकाले वक्तव्यं भवति खलु प्रायः ओ प्रायः तस्मिन् दिने पारायणमिव रटनं सर्वं आमां खलु ओरल् ओरल् ट्रेडिशन् एव खलु तस्मिन् समये अस्तु तदेव ओरल् ट्रेडिशन् अस्ति तत्र प्रायः तस्मिन् काले तस्मिन् काले प्रायः आम् आम् इदानीम् एतादृशवाक्यं करोति चेत् तत्र जैल् जैल् भवति अतः यदि इति शब्दः अस्ति चेत् तत्र विधिलिङ्लकारः एव भवति न तु लृट् तद् निषेधार्थमेव सूत्रे अयदौ इति उक्तं लृट्लकारः न स्यात् इति निषेधार्थं सूत्रे अयधौ इति उक्तम् अग्रे अपि महोदय अग्रे लिङ्निमित्त अभावात् लृट् अयदौ इति उक्तम् अत्र लृट् एव अस्ति इति कृत्वा लिङ्गनिमित्त अभावात् लृङ् न भवति इति काशिकाकारः वदति यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि लिङ् निमित्ते लृङ् क्रियातिपत्तौ भूते च ओताप्योः लिङ् निमित्ते लृङ् क्रियातिपत्तौ ओताप्योः इति तत्र त्रीणि सूत्राणि लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सूत्रं भूते च लिङ् निमित्ते लृङ् क्रियातिपत्तौ ओताप्य वा उत् वा तत् वा उताप्योः खलु ओताप्योः इति अस्तु लिङ् निमित्ते लृङ् क्रियातिपत्तौ इत्यनेन भविष्यत्कालार्थे लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लृङ्लकारः भवति यत् क्रियातिपत्ति दर्शयितुं यत्र लिङ् निमित्तः अस्ति त तत्र क्रियातिपति कृते क्रियायाः तत्र असफलता यदि भवति भविष्यत्कालस्य तत्र लुङ्लकारः भवति. क्रियातिपत्ति इत्युक्ते क्रियायाः अनिष्पत्तिः, क्रियायाः अभावः. अनेन सूत्रेण लिङ्लकारः विधीयते भविष्यति यत्र विधिलिङ्लकारः स्यात्, किन्तु अन्ततो गत्वा क्रिया न भविष्यति, अतः लिङ्गः स्थाने लृङ् भवति. अस्मिन् सूत्रे लिङ्निमित्ते इत्युक्तं नाम यत्र लिङ्निमित्तं वर्तते किन्तु क्रियातिपत्तिः अस्ति तत्र एव लृङ् इति. तर्हि लिङ्निमित्तं किम् इति चेत् हेतुमतोः लिङ् इति कारणं हेत् इत्युक्ते कारणम् अपि च फलं. कारणमित्युक्ते हेतुः हेतुमतोः इत्युक्ते फलं हेतुमत् अनयोः युग्मं युगलम् उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति. तर्हि तादृशकार्यकारणभावः उपस्थितः चेत् किन्तु अन्ततो गत्वा कारणक्रिया अनिष्पन्ना भविष्यति चेत् तत्र लिङ्लकारस्य व्यवहारः भवति. निगमने निगमने तथा तत्र यथा सुवृष्टिः चेत् अभविष्यत् सुवृष्टिः अभविष्यत् चेत् तदा सुभिक्षम् अभविष्यत्. नाम यदि सुवृष्टिः भविष्यति तर्हि सुभिक्षम् अपि इत्युक्ते समीचीनं भोजनम् अपि भविष्यति. परन्तु सुवृष्टिः न भविष्यति अतः कारणस्य फलम् अपि न भविष्यति इति. अस्तु, तत्र क्रियाधिपत्त इत्युक्ते तत्र क्रियायाः निष्पत्तिः अस्ति. भविष्यत्काले यदि वक्तुः तादृश तत्र चिन्तनमस्ति तत्र भविष्यत् तत्र अग्रे गत्वा एतत् न भवति, क्रियायाः अनिष्पत्तिः भवति, कारणान्तरे भिन्न भिन्न तत्र ज्ञानेन अपि यत्किमपि भवतु तेन सह जानाति अग्रे एतत् न भवति इति तादृश इति तस्य विवक्षा अस्ति. तत्र क्रियातिपत्तेः विवक्षा अस्ति. तत्र लिङ्लकारस्य प्रयोगः भवति अपि भवति लिङ्निमित्ते लिङ्क्रियातिपत्तौ इति सूत्रे. तदा अत्र द्वितीयसूत्रमस्ति भूते च इति. भूते च तदा स्पष्टं खलु तत्र इतोपि वक्तव्यं वा महोदय? समीचीनं भगिनी अवगतवती वा? अरुणा भगिनी भगिन्यौ अरुणा भगिनी उषा भगिनी अवगतं भगिनि. उषा भगिनी पुनः पठनीयं वा? आं भवती पठतु एकवारं. नास्ति चिन्ता भगिनि, सर्गः तस्य कृते एव खलु. आं भवती एकवारं पठतु लिङ्निमित्ताभावात्. ओके, लिङ्निमित्त अभावात् इह लृङ् न भवति इति काशिकाकारः वदति. लिङ्निमित्त अभावात् इह लृङ् नास्ति. यथोक्तं पूर्वमपि यत्र लिङ् न भवति तत्र लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते. यत्र लिङ् न भवति तत्र लिङ् लृङ् प्राग्वत् इति वाक्यं न प्रवर्तते. अस्य सम्यक्तया अवगमनार्थं त्रीणि सूत्राणि अपेक्षितानि. लिङ्निमित्ते लृङ् क्रियातिपत्तौ, भूते च ओताप्योः सूत्रत्रयम्. लिङ्निमित्ते लृङ् क्रियातिपत्तौ इत्यनेन भविष्यत्कालार्थे लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लृङ् लकारः भवति. ओके, लिङ्निमित्ते लृङ् क्रियातिपत्तौ क्षम्यतां भगिनि इत्यनेन भविष्यत्कालार्थे लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते क्रियातिपत्तिं दर्शयितुं धातोः लृङ् लकारः भवति. क्रियात्रमा अस्ति खलु, तदपि स्वीकरणीयम् इत्यनेन भविष्यत्कालार्थे क्रियातिपत्तिं दर्शयितुं धातोः लृङ् लकारः भवति. तत्र लिङ् लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते. भविष्यत्कालार्थे क्रियाधिपत्तिं दर्शयितुं धातोः लृङ्लकारः भवति. बट् तत्र लिङ्लकारस्य यत् निमित्तं तस्मिन्नेव निमित्ते लृङ्लकारः अपि भवति. भविष्यत्कालार्थयितुं परन्तु क्रियाधिपत्ति अपि भवति, क्रियाधिपत्तिं दर्शयितुं. क्रियाधिपत्तिः इत्युक्ते क्रियायाः निष्पत्तिः. ओके, क्रियायाः अभावः. अनेन सूत्रेण लृङ्लकारः विधीयते भविष्यति. लृङ्लकारः विधीयते भविष्यति यत्र विधिलिङ्लकारः स्यात्. भविष्यति अनेन सूत्रेण लृङ्लकारः विधीयते भविष्यति यत्र विधिलिङ्लकारः स्यात् किन्तु अन्ततो गत्वा क्रिया न भविष्यति अतः लिङ्गः स्थाने लृङ् भवति. अनेन सूत्रेण इत्युक्ते एतद् लिङ् निमित्ते लृङ् क्रियाधिपत्तौ, लिङ् निमित्ते लृङ् क्रियाधिपत्तौ या न. ओके, नाग्भेदप्रकृतसूत्र अस्तु. अस्मिन् सूत्रे लिङ् निमित्ते इत्युक्तं नाम यत्र लिङ् निमित्तं वर्तते, लिङ् निमित्तं वर्तते किन्तु क्रियाधिपत्तिः अस्ति तत्र एव लृङ्. तर्हि लिङ्गः निमित्तं किम् इति चेत् हेतुहेतुमतोर् लिङ्गः लिङ्ग् हेतुहेतुमतोर् लिङ्ग् 153 156 इत्यनेन कारणं हेतुः अपि च फलं हेतुमत् अनयोः युगळम् उपस्थितं चेत् लिङ्लकारस्य प्रयोगः भवति. हेतुहेतुमतो लिङ्क्. तर्हि तादृशकार्यकारणभावः उपस्थितः चेत् किन्तु अन्ततो गत्वा कारणक्रिया अनिष्पन्ना भविष्यति चेत् तत्र लृङ्लकारस्य व्यवहारः भवति. बहु किमपि अस्ति. ऐ विल् रीड् अगेन् भगिनि, स्लोलि ऐ विल् रीड्. ओके, निगमने ऐ मीन् अट् होम् ऐ विल् रीड्, ऐ डोण्ट् वाण्ट् टु टेक् एव्रिबडीस् टैम्. निगमने एकम् एव उक्तं, तद् लिङ् निमित्तम् अस्ति खलु. लिङ् निमित्तं कुत्र उक्तम् इत्युक्ते हेतुहेतुमतोर् लिङ्क् इति सूत्रे उक्तम्. तत्र हेतुः इत्युक्ते कारणं, फलम् इति हेतुमत् हेतुमत् द्वयमपि उपस्थितं चेत् तत्र लिङ्लकारस्य प्रयोगः इति सामान्यनियमः. समीचीनं. तर्हि तादृश इत्युक्ते इदानीम् अत्र सूत्रे किम् उक्तं, लिङ् निमित्ते लृङ् लृङ् इति उक्तं, परन्तु क्रियाधिपत्तौ क्रियाधिपत्तौ एव, परन्तु लिङ् निमित्तं हेतुः भवेत् हेतुमपि भवेत्. तादृशकार्यकारणभावः उपस्थितः हेतुहेतुमत् उपस्थितः चेत् किन्तु अन्ततो गत्वा किं भवति, कारणक्रिया अनिष्पन्ना भवति. कारणमपि भवेत् फलमपि भवेत् परन्तु तस्य निष्पन्ना एतदेव निष्पन्नः न भवति, क्रिया निष्पन्ना न भवति. तत्र एव लृङ्लकारः भवति. So he is having a clause of Linglakara, adding one more clause. Tavadeva. So Nigamane Suvrishtihi Chet, Suvrishtihi Chet Abhavishyat, Tada Subhiksham Abhavishyat. Suvrishtihi Nasti, did not happen, Abhavishyat, Tada Subhiksham Abhavishyat. Okay. सर्वदा वयं लुङ् इति लृङ् इत्यस्य एतादृशप्रयोगः एव कुर्मः खलु. सम्भावना तादृशं किमपि, सम्भावना इति न लृङ् इत्यत्र सम्भावना नास्ति इति वदामः वा, किं तादृशम् इफ् इट् हेड् हेपेण्ड् तादृशं कण्डिशनल् तादृशमेव अत्र क्रियाति पत्तिः अस्ति. सुवृष्टिः न भविष्यति अतः कारणस्य फलं सुभिक्षमपि न भविष्यति. अभविष्यत् इत्येव दत्त अत्र लृङ् सुभिक्षम् अभविष्यत् अस्तु अस्तु. आम्, सो हेतु अण्ड् हेतुमत् द्वयमपि अस्ति. अस्ति लिङ्गः लिङ्गः कारणं कार्यं खलु, लिङ् निमित्तं तत्र अस्ति, कारणमपि अस्ति कार्यमपि अस्ति, परन्तु परन्तु क्रियाधिपतिः अस्ति, तत्तु न जातं खलु, अतः लृङ् प्रयोगः. अस्तु अस्तु इदानीं समीचीनं खलु? आं महोदय, आं महोदय. सामान्यतः लृङ्लकारः तत्र क्रियायाः निष्पत्तिः भूतकाले एव वयं व्यवहारे कर्तुं शक्नुमः खलु. अनिष्पत्तिः तत्र कारणान्तरेण कोऽपि अन्यः भवेत् तत् तादृशज्ञानं भवेत्. अस्य कृते न्यास एकम् उत्तम उदाहरणमस्ति तत्र तत्र लिङ्ग् 33139 इति अस्ति खलु, तत्र विवरणं दत्तमस्ति. वदामि, दक्षिणेन चेत् अयासत् शकटं न पर्याभविष्यत्. अत्र अग्रिम उदाहरणमस्ति, यदि कमलकम् आह्वास्यत् शकटं न पर्याभविष्यत् इति. तत्र कमलकः इति कश्चन ड्रैवर् अस्ति. If he comes then that vehicle will not turn upside down इति अर्थः. तत्र भविष्यत्काले कथं वा भविष्यत्काले इति उक्तं, तत्र न्यासे तत्र अस्ति, तत्र अधः न्यासे इति खलु. तत्र भवनस्य हेतुभूतम् एतेन लिङ् निमित्तं हेतुमद्भावं दर्शयति. लिङ्गः लिङ्गे लिङ्गि लिङ्गे बुद्ध्वा इति, लिङ्गि लिङ्गे बुद्ध्वा इति कथं वा इति अत्र अग्रे दत्तमस्ति. असकृत् प्राक् कमलक आह्वाने सति शकटस्य अपर्याभवनं दृष्ट्वा, यत् कमलकः इति कश्चन अस्ति, यदि सः स्किल् ड्रैवर् अस्ति तत्र मार्गे, मार्गमस्ति बहु दुष्करमार्गमस्ति, शकटस्य अपर्याभवनं दृष्ट्वा भाविनः अपि कमलक आह्वानस्य शकटस्य अपर्याभवनस्य हेतुभूतत्वं हेतुभूतत्वं लिङ्गे हेतुभूतत्वं लिङ्गे भूत्वा इति. इदानीं लिङ्गं पुनः कमलक आह्वानसामान्यं धर्मम् इति अत्र पश्यतु. तत्र अग्रे अस्ति, कमलक आह्वानस्य शकटपर्याभवनस्य च अतिपत्तिं. तत्र कमलक आह्वानस्य च अतिपत्तिं कमलकस्य देशान्तरगमनादिना लिङ्गेन अवगम्यते. इदानीं सः देशान्तरं गतवान् अस्ति, अतः आगन्तुं न शक्यते, सः जानाति इदानीं नास्ति. शकटपर्याभवनस्य अतिपत्ति अत्र शकटस्य गुरुभार आरोपणादिना इति. तत्र शकटमिति हेविलि इदानीं कमलकः गान् औट्सैड् गान् देशान्तरं गतमस्ति, अतः सः इदानीं तत् तादृशवाक्यं भविष्यत्काले वक्तुं शक्यते. किमस्ति तत्र वाक्यमासीत्, यदि कमलकम् आह्वास्यत् न कथं पर्याभविष्यति. सत्यं, सम्यक् अस्ति उदाहरणं. कमलक इति नास्ति इदानीं, सः वक्ता जानाति कमलक इदानीं नास्ति इति. अपि च इदानीं शकटं तत्र गुरुभारेण तत् इति लोडेड् शकटम् अस्ति, मार्गः दुष्करमस्ति. कमलक एव इस् एबल् टु डू देट् नौ, कमलक इस् नाट् कमिङ्ग्, सो शकट विल् गेट् ओवर्टर्न्ड् इति तादृशं. सम्यक् एव खलु, अस्माकं गृहे अपि तथा किमपि एलेक्ट्रिकल् वर्क् वा किमपि तादृशं वदामः खलु, स्किल्ड् पर्सन् एव अस्ति चेदेव सम्यक् भवति अथवा इति तादृशमेव. भविष्यत्काल तादृश शक्नुमः अवगन्तुं शक्नुमः, अग्रे अनिष्पत्तिः भवति, क्रियायाः निष्पत्तिः भवति इति भविष्यत्काले. Both the actions, the calling and the non-upsetting, which are subject of a future time, which are related as cause and effect, will not be completed. Samyak asti yatu. बहुत्र अस्य उपयोगः भवति, तथा व्यवहारे भवति खलु. सत्यम्. एषः तत् कोऽपि विद्यार्थी न पठति एव, अतः तत्र अग्रे सः परीक्षायाम् उत्तीर्णः भवति इति अर्थे तत् क्रियाधिपत्ति वक्तुं शक्यते खलु. न पठति ओन्लि इति इति तत्र भविष्यत्काले वक्तुं शक्यते खलु. सम्यक् अस्ति. व्यवहारे एतस्य व्यवहारे बहुत्र उपयोगः भवति. कोऽपि इदानीं तादृशवाक्यं करोति चेत् युवर् आल्वेस् नेगेटिव् इति वदति जनः. परन्तु सः आगच्छति चेदेव कार्यं भवति इति एतादृशप्रयोगः सर्वदा भवति एव खलु अस्माकं जीवने. इदानीं सत्यं सम्यक् इति लिङ्निमित्ते लृङ्क्रियातिपत्तौ इति सूत्रम् अरुणा भगिनी पठति वा तदा भूते च इति. आं भगिनि, तदा भूते च 33140 इत्यनेन तस्याम् एव दशायां किन्तु अतीतार्थे तत्रापि लुङ् लकारः भवति. अत्र भूते च इति सूत्रमस्ति. सूत्रं वदति लुङ् लकारः भूतकाले च अपि भवितुमर्हि, पूर्वं भविष्यत्कालाप्ते इति दत्तम्, अधुना लुङ् लकारः भूतकालेपि भवति इति. भूते च इत्यस्य अनुवृत्तिसहितसूत्रमस्ति. भूते च लिङ् निमित्ते क्रियातिपत्तौ धातोः लुङ् प्रत्ययः परश्च भूते च अपि भविष्यत्पि लिङ्निमित्ते क्रियाधिपत्तौ धातोः लुङ् प्रत्यय परश्च. काशिकायां निगमनम् अस्ति, दृष्टो मया भवत्पुत्रो अन्नार्थी चङ्क्रम्यमाणः अपरश्च द्विजौ ब्राह्मणार्थी यदि सा तेन दृष्टौ अभविष्यत् तदा अवोचत् न तु मुक्तवान् अन्येन पतः सः गतः. अत्र काशिकायाम् एकदा उदाहरणं दत्तं, मया तव भवतः पुत्रम् अन्नार्थं भ्रमयति, अपरश्च मया दृष्टं तदेव अपरश्च द्विजौ ब्राह्मणार्थी यदि स तेन दृष्टौ अभविष्यत्. अत्र न अवगमनं अत्र एव अस्ति अर्थः. अर्थः एवम् अस्ति इति तत्र अहं भवतः तदेव पूर्वमेव अपरश्च द्विजौ ब्राह्मणार्थी यदि तदेव अग्रिमवाक्यं पठतु भगिनि. अर्थः एवम् अस्ति अन्यत् अन्येन अर्थः एवमस्ति, अहं भवतः पुत्रं भोजनस्य अन्वेषणं गच्छन्तं दृष्टवान्, एकं द्विजमपि दृष्टवान् यः ब्राह्मणाय भोजनं दातुम् इष्टवान्. पुत्रं यदि अदृच्छत् तर्हि तस्मै भोजनम् अदास्यत्. किन्तु द्वयोः मार्गः भिन्नः आसीत्, यस्य परिणामे न दृष्टवान् भोजनं न दत्तवान् च. ओके, हौ टु से दिस् भगिनि, दत्तम् उदाहरणं, वन् पर्सन् गाट् वास् लुकिङ्ग् फार् फुड् but other one got it because he knows one guy is giving. Is that way you can एकः एकः इत्युक्ते एकः वदति अन्यं प्रति अहं भवतः पुत्रं दृष्टवान् अस्तु सः पुत्रः किं कृतवान् भोजनस्य अन्वेषणे गच्छन्तं दृष्टवान् कीदृशपुत्रम् इत्युक्ते यः भोजनस्य अन्वेषणे गच्छन्तं तादृशं पुत्रम् अहं दृष्टवान् इति एकः अन्यं प्रति वदति सः एव यः अन्यं प्रति वदति खलु सः एव अन्यं द्विजमपि दृष्टवान् एकं ब्राह्मणः एकः ब्राह्मणः सः अपि दृष्टवान् तद् द्विजं किं कृतवान् इत्युक्ते ब्राह्मणाय भोजनं दातुम् इष्टवान् सः द्विजः सो तत्र पुत्रः अन्यस्मिन् मार्गे गच्छति भोजनम् अन्वेषण अन्वेषणं कृत्वा गच्छति पुत्रः कस्यचित् कस्यचित् पुत्रः एकः द्विजः अस्ति सः ब्राह्मणाय अहं भोजनं दातुम् इच्छामि इति सः अन्यमार्गं गच्छति अस्तु सो यदि पुत्रं यदि सः ब्राह्मणः द्विजं पश्यति अथवा दट् द्विजा सी पुत्र ते वुड् हव् सर्व्ड् ईच् अदर्स् पर्पस् खलु परन्तु ते तु मार्गद्वयेन गतम् किन्तु द्वयोः मार्गः भिन्नः आसीत् अतः ते न दृष्टवन्तः अतः भोजनमपि न दत्तवान् दे नेवर् क्रास् ईच् अदर्स् पात् इति एव अर्थः तदेव तत्र भूते च इति सूत्रस्य अत्र अत्र एव प्रयोगः भूते च इत्यस्य अनुवृत्तिसहितसूत्रं भूते च लिङ्निमित्ते लिङ्निमित्तं किं हेतुहेतुमतोः लिङ् इति तद् क्रियातिपत्तिः तत्र तु ते तु न दृष्टवन्तः खलु क्रियातिपत्तिः एव लिङ् प्रत्ययः लृङ् प्रत्ययः परश्च अत्रापि लृङ्लकारः एव भवति अद्रक्ष्यत् तर्हि तस्य भोजनम् अधास्यत् किन्तु द्वयोः मार्गः भिन्नः आसीत् धन्यवादः तदा ओताप्यो 33141 इत्यनेन इतः अग्रे ओताप्यो समर्थयोर्लिङ् 33152 इति सूर्य सूत्रपर्यन्तं भूतकालात्ते यत्र लिङ् निमित्तं वर्तते अपि च क्रियातिपत्तिः भवति तत्र विकल्पेन लृङ्लकारः अपि सम्भवति वा योगः आ नाम यावत् उताप्यो नाम उताप्योः समर्थे समर्थयोर् लिङ् इति सूत्रं सन्धि कृत्वा वा योगः ओ भवति अनेन च भवति ओताप्यो ओताप्योः ओताप्योः इत्यस्य अनुभूतिसहितसूत्रमस्ति भूते लिङ्निमित्ते ख्यातिपत्तौ ओताप्योः धातोः वा लृङ् प्रत्ययः परश्च प्रयत्नं करोतु अन्यसूत्रमस्ति ओताप्योः इति सूत्रं आरभ्य उताप्यो समर्थयोर्लिङ् पूर्व अग्रे सूत्रवत् पर्यन्तं भूतकालात् लिङ्निमित्तं वर्तते अपि च क्रियातिपत्ति अस्ति चेत् विकल्पेन लुङ्लकारः अपि भवितुम् अर्हति सूत्रे ओताप्यो किम् इति दत्तं वा योगः आ उपपद अस्ति भव्य अस्ति नाम यावत् वा यावत् इति अर्थः ओताप्योः ओताप्योः अन्यसूत्रात् आगच्छति येन ओताप्यो सन्धि कृत्वा अनेन ओके अनुभूति ओताप्यो इत्यस्य अनुभूतिसूत्रमस्ति भूते लिङ् निमित्ते क्रियातिपत्तौ ओतप्योः धातोः वा लुङ् प्रत्ययप्रश्न सूत्रं वदति भूतकालार्थे अत्र लिङ् निमित्तमस्ति चेत् क्रियातिपत्तौ अपि अस्ति चेत् ओतप्यो धातोः विकल्प्य वा इत्यनेन विकल्पेन लुङ् प्रत्ययः परश्चः भवति तर्हि आहत्य उताप्यो सामर्थ्योर्लिङ् इति सूत्रपर्यन्तं भूते यत्र लिङ् निमित्तं वर्तते किन्तु कारणक्रियायाः अनिष्पत्तिः अस्ति तत्र लुङ्लकारः विकल्पेन भवति अतः वारं वारं लुङ् प्राग्वत् इति वाक्यं सूत्रव्याख्यासु उपयुज्यते स्म किन्तु प्रकृतसूत्रे शेषे लृदौ इत्यनेन लिङ् निमित्त अभावात् लुङ् विकल्पो नास्ति ओके वयं जानीमः लुङ्लकार विधिलिङ् निमित्तमस्ति चेत् एव क्रियाधिपत्ति अपि अस्ति चेत् लुङ् विधीयते लुडा शेषे लुडादयो इत्यस्मिन् अत्र लिङ् निमित्तम् अभावः अस्ति अतः लुङ्लकार विकल्पेन न भवति यत्र तत्र लिङ् निमित्तमस्ति तत्रैव लृङ् भवति तस्य उदाहरणम् अर्थमेव एतत् एतानि त्रीणि सूत्राणि प्रदर्शितम् लिङ् निमित्ते लृङ् क्रियातिपत्तौ भूते च ओताप्योः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इत्यत्र हेतुः हेतुमत् आवश्यकं क्रियातिपत्तिः अस्ति चेत् लृङ् भवति तावदेव भूते च इति सूत्रे भूते अपि इत्युक्ते अतीतार्थे तत्रापि लिङ्लकारः भवति इति प्रदर्शनार्थं भूते च इति सूत्रम् तत्र अथवा तत्र पूर्वसूत्रे एव वक्तुं शक्यते खलु लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति अत्र किम् उक्तम् इत्युक्ते भूते इत्युक्ते अतीतार्थे न भूतकालार्थे इति न कालविषये तु न उक्तं केवलं भूते च इत्येव उक्तम् एकनिमिषं कालः क्रियातिपत्ति अभवत् इति यदा क्रियातिपत्ति अभवत् तदा खलु तत्र भविष्यति नित्यमस्ति भूते विकल्पेन भवति क्रियातिपत्ति तर्हि क्रियातिपत्यस्य विकल्पेन लिङ् लकारः अपि च लिङ् लकारः अपि भवति इति वा खलु वा इति लिङ्ग् लृङ्ग् कण्डिशनल् फ्यूचर् आम् सत्यं तत्र क्रियातिपत्ति अस्ति चेत् लिङ्ग् अपि भवति इति वा तत्र अग्रिमसूत्रं खलु ओताप्योः इत्यनेन वा न न ओताप्यो ओतापि इति वदति लिङ्निमित्ते क्रियातिपत्तौ धातोः लृङ् प्रत्ययः परश्च विकल्पेन भवति ओताप्यो पर्यन्तं सर्वत्र यत्र यत्र लिङ् निमित्तमस्ति तत्र तत्र एतत् भूते लिङ् निमित्ते क्रियातिपत्तौ धातोः वा लिङ् प्रत्ययः परश्च इति तस्य अनुवर्तनं भवति तदेव कौमुद्यमस्ति देश लृङ् प्राग्वत् इति वाक्यं सूत्र वाक्यासु उपयुज्यते इति उक्तं खलु एतदेव वाक्यं भवेत् लिङ् प्राग्वत् इति उक्तं खलु तदेव अस्ति तत्र ओताप्योः इति उक्तत्वात् एकस्मिन् पक्षे लृङ् भवति चेत् अन्यस्मिन् पक्षे लिङ्ग् तु भवति एव लिङ्ग् भवति इति विकल्पेन सत्यं आम् भवति एव भूते लिङ् निमित्ते लृङ् क्रियातिपत्तौ भवति लिङ्ग् अपि अनुवर्तते भविष्यत्काले लृङ् एव भवति क्रियातिपत्तौ सो क्रियातिपत्तौ लिङ्ग् अपि भवति लृङ् अपि भवति भूते तत्र भूते लिङ् निमित्ते क्रियाधिपत्तौ लृङ् वा भवति इत्येतद् अधिकृतं वेदितव्यं वक्ष्यति विभाषा यदा तत्र भवति यदा लिङ्ग् भवति चेत् खलु अतः यत्र लिङ्ग् अस्ति तत्रैव लृङ् भवति खलु अतः वा इत्युक्ते लिङ्ग् अपि भवति आम् आम् यत्र आम् यत्र लिङ्ग् निमित्तम् अस्ति तत्र लृङ् एव भवति यदा वा इति उक्त्वा तत्र लिङ्ग लिङ्ग अपि भवति क्रियातिपत्तौ क्रियातिपत्तौ क्रियातिपत्तौ क्रियातिपत्तौ लिङ्ग एव भवति खलु भविष्यत्काले भवतु भूते परन्तु अत्र अत्र अस्ति अनन्तरम् उत्थाप्यो अनन्तरं भूते क्रियातिपत्तौ नित्यं लिङ्ग भवति अत्र इति अस्ति उत्थाप्यो इति खलु उत्थाप्यो इति पर्यन्तमेव अत्र लिङ्ग् प्राग्वत् इति भवति अनन्तरं यत्र यत्र लिङ्ग् अस्ति तत्र विकल्पेन न भवति भूतकाले इति ओताप्यो इति वदतिप्यो सत्यम् अतैव तदेव लिङ्ग् प्राग्वत् इति एतत् सूत्रम् एतत् लिखति कथं लिङ्ग् प्राग्वत् लिङ्ग् प्राग्वत् अन्यथा इति एतत् सम्पूर्णं भवति खलु भूते लिङ्गनिमित्ते क्रियाधिपत्तौ तद् प्रदर्शनार्थमेव एतत् एतानि सूत्राणि आनीतवन्तः शेषे लृडयदौ इत्यत्र लिङ्ग् निमित्तं नास्ति अतः लृङ् अपि विकल्पः न भवति इति केवलं लृट्लकारः एव इति तद् प्रदर्शनात् एतानि सूत्राणि आनीतवन्तः ओताप्योः भूते च अनन्तरं लिङ्निमित्ते लृङ् क्रियाधिपति एतदेव पुनः पठामः तत्र लिङ्लकारे एतदेव पुनः अग्रिम अग्रिमपाठे अपि अतः तत्र महोदय भवानेव अनेन ततः खलु आम् आम् अनेन लिट्लकारविधायकसूत्राणि समाप्तानि येषां लिट्लकारविधायकसूत्राणां कार्यं किं लिट्प्रत्ययविधानम् अस्माभिः दृष्टं यत् सामान्यं लिट्लकारविधायकसूत्रम् अस्ति लिट् शेषे च येन भविष्यति क्रियार्थायां क्रियायां धातोः लिट् शेषे च इति तत्र क्रियार्थायां क्रियायाम् अस्ति चेदव इति अस्माभिः दृष्टमासीत् पूर्वम् शेषे च इति अनेन धातोः लुट्पत्ययः विधीयते यथा भूधातुः लृट्पत्ययः तथैव अनेकानि विशिष्ट लृट्लकारविधायकसूत्राणि अपि सन्ति यानि अस्माभिः अधुना परिशीलितानि तैः अपि अयं लृट्पत्ययः विधीयते एवमेव रीत्या जायते भूधातुः लृट्पत्ययः तदा लृट्प्रत्यये परेष्य इति विकरणप्रत्ययः विधीयते शतासि लृटोः इति सूत्रेण धातोः परश्च शतासि प्रत्ययौ लृटोः इति अनेन निष्पद्यते भूयोगस्य योग लृट् तदा इडागमः आयाति आर्धातुकस्य इड्वलादेः अनेन अङ्गाद् वलादेः आर्धातुकस्य इट् भूयोग ईयोगस्य योग लृट् वयं जानीमः तत्र ऊकारान्त सर्वे भू इति तत्र तस्य प्रतिनिधिः अस्ति ऊकारान्त सर्वे दीर्घकारान्त यदा इड् इडियोग्याः तर्हि अयम् इडागमस्य प्रत्ययस्य एव तदा आदेशप्रत्ययोः इत्यनेन शत्वम् एङ्कोः आदेशप्रत्ययः अपदान्तस्य अपदान्तस्य सह मूर्धन्यसंहितायां दुम् विसर्जनीय शर्व्यवाये अपि इति भू इष्य योगलृट् अनन्तरं भू इष्य अस्ति इत्यतः सार्वत्रिक इत्यनेन इकः अङ्गस्य गुणः सार्वत्रिकाद्वतिक इति कृत्वा गुणकार्यं भो योग इष्य अनन्तरम् अवादेशे यचोयावयावः इत्यनेन एचः अयवायावः अचिसहितायाम् इति सूत्रेण भव योग औ इति आदेशे ओकारस्य भव इष्य योग लृट् भविष्य योग लृट् विवक्षामनुसृत्य लृट् लृत्प्रत्ययस्थाने तिङ् प्रत्यय विधीयते भव योग इष्य गति वर्णमिरणे भविष्यति अग्रे गत्वा अधुना एतां सम्पूर्णप्रक्रियां क्रमेण परिशीलिष्यामः चिन्तनक्रमः किञ्चित् भिन्नः किन्तु विचारस्तु अयमेव इति अस्तु तत्र लृट्लकारस्य विधायकसूत्रम् आसीत् तत्र लृट् शेषे लृट् इति शेषे च इति सूत्रमस्ति भविष्यति क्रियार्थं क्रियायां धातोः लृट् अनन्तरं तत्र क्रियार्थक्रिया अस्ति चेत् उपपदे अस्ति चेत् भविष्यति तत्र लृट्लकारः नास्ति चेदपि भविष्यत्काले शेषे च इति सूत्रेण भवति इदानीं भूधातोः कथं भवति इति उक्तं तत्र भू इति अस्ति तत्र विकरणप्रत्ययः अस्ति स्य इति वयं जानीमः तत्र स्य इति आर्धातुकप्रत्ययः अस्ति इडागमः भवति इडागमः बु इति योग यु इ इति अस्ति इदानीं तत्र स्य इष्य इति भवति तत्र स्य इति कृत्वा तत्र यद्यपि एतत् त्रिपादिसूत्रमस्ति मातुं क्रमये तदस्ति तत्र इडागमः अत्र इष्य आदौ एव करोति इष्य इति प्रत्ययः भवति भूयोग इष्य कल्पित् अनन्तरं सार्धातकादौ इति अङ्गकार्यमस्ति भो सन्धि भूत्वा सरसन्धि भूत्वा भविष्यति इति एतदेव किञ्चन क्रमः अग्रे समीचीनं तदेव अग्रे अतः तद् तत् सूत्राणि तु समाप्तानि शेषे लृडयदौ इत्यनेन लिङ् निमित्त क्षम्यतां लृट् लिमित् निमित्तसूत्राणि समाप्तानि विशिष्टसूत्राणि इदानीं तु यथा पूर्वं तदेव भवति आम् एतत् किञ्चित् क्लिष्टं आमाम् आम् उषा भगिनी पठितुं शक्नोति वा पञ्च औपाङ्गकार्याणि एतत् सर्वं तु परिचितमेव आं भगिनि विधायकसूत्राणि समाप्तानि पुनः पुनः वी विल् रीड् तदा परिचयं भवति चेत् तस्लैक तदा सार्वधातुक अर्धधातुकयोः अपि प्रथमवारं क्लिष्टः एव आसीत् यदा इदानीं तु तद् सार्वधातुक अर्धधातुकयोः एव खलु जातं तादृशं प्रक्रिया नास्ति सत्यं भूतकाल भवति सत्यं कुत्रचित् उपपदमस्ति चेत् न भवति गम्यमानः अर्थः किञ्चित् यस्य इति पञ्च उपाङ्गकार्यं धातुतः प्रत्ययविधानेन तिङन्तसाधने या प्रक्रिया भवति तस्याम् अङ्गकार्यात् प्राक् पञ्च उपाङ्गकार्यं विधारणीयं भवति अस्तु अस्मिन् चत्वारि उपाङ्गानि वर्तन्ते प्रत्यय आदेशः धात्वादेशः इडागमः अतिदेशः च अस्तु द्वित्वम् अभ्यासकार्यं च इति पञ्चम उपाङ्गम् संस्कृतभाषायां द्वित्वं केवलं पञ्चसु स्थलेषु भवति लटि सनि चङ्गि यङ्गि श्लौ अस्तु लृट् लकारे न भवति अतः अत्र चत्वारि उपाङ्गानि द्रष्टव्यानि येषां चतुर्णाम् उपाङ्गानां परिशीलनानन्तरमेव अङ्गकार्यं कृत्वा चतुर्णाम् उपाङ्गानां परिशीलनानन्तरमेव अङ्गकार्यं कृत्वा सन्धिकार्यं साधनीयम् अस्तु अतः सोपानेन क्रमेण एतत् सर्वं द्रष्टव्यं सो पञ्च उपाङ्गकार्यम् इत्यस्य कृते प्रत्यय आदेशः धात्वादेशः इडागमः अतिदेशः वयं दृष्टवन्तः प्रत्यादेशः धात्वादेशः इडागमः अतिदेशः कार्याणि सन्ति इति अत्र पञ्चम उपाङ्गम् अस्ति द्वित्वम् अत्र प्रसक्तिः नास्ति लिटि सनि सङ्गि चङ्गि यङ्गि श्लौ इत्यस्य कृते एव द्वित्वस्य कार्यमस्ति लिट् लकारे न भवति अतः चत्वारि उपाङ्गानि प्रत्ययादेशः धात्वादेशः इडागमः अतिदेशः अस्तु अत्र सोपानेन प्रत्यय आदेशः लट् लकारस्य अदन्त अङ्गस्य कृते ये सिद्धतिङ् प्रत्ययाः सन्ति ते अत्रापि लिट् लकारे अपेक्षिताः तेषां साधनप्रक्रिया द्रष्टव्या चेत् परस्मैपदे अत्र आत्मनेपदे अत्र च अवलोकताम् ओके अस्तु भगिनि वयं जानीमः परस्मैपदे लटि सिद्धतिङ् प्रत्ययः जानीमः तीतः अन्ति सीतः तमिवः मह आत्मनेपदे ते इते अन्ते से इते द्वये वहेमहे येषु प्रत्ययेषु परेषु लृट् लकारस्य स्य प्रत्ययः विधातव्यः येषु प्रत्ययेषु परेषु च लृट् लकारस्य स्य प्रत्ययः विधातव्यः. स्यतासि लृ लुटोः, स्यतासि लृ लुटोः लृटि लृङ्गि च परे धातुतः स्यः, लुटि परे धातुतः तासि, लुटि परे धातुतः तासि भवति. तासे तासे तासेरिकारः, न तासे इकारः, तासेः इकारः उच्चारणार्थः. स्यश्च तासीश्च तयोः इतरेतरद्वन्द्वः स्यतासि, लृ च लुट् च तयोः इतरेतरद्वन्द्वः लृ लुटौ, तयोः लृ लुटोः स्यतासि प्रथमान्तम्, स्यतासि प्रथमान्तम् प्रथमा विभक्ति स्यतासिन् इति स्यतासिन् इति देन् प्रथमा विभक्ति स्यतासि. ओके, लृ लुटोः सप्तम्यन्तम् अस्तु. द्विपदमितं सूत्रं धातोः प्रत्ययः परश्च इति इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं धातोः परश्च स्य तासि प्रत्ययौ लृ लुटोः कृते. ओके, लृ लुट् अस्तु, वयं जानीमः एव लृटि भगिनि लृट् लुट् देर् देर् इस् लृङ्गि इति लृटि लृङ्गि इति बट् लुट् लुट् लुट् सत्यं मुद्रणदोषः. लुटि च परे धातुतः स्य, लुटि परे धातुतः तासि. सो अत्र परे धातु त्रयं वा सम्यक् एव भगिनि. लृ खलु, लृ इत्यस्य लृटि लृङ्गि, लृटि लिङ्गि. सो लृ इत्यनेन लृट् अपि अस्ति, लृङ्ग् अपि इन्क्लूडेड्. ओके ओके, अभविष्यत् इत्यत्र स्य अस्ति खलु. आम् आम् आम्, तद् तदपि लृङ्गि अपि. आमां, लृटि लृङ्गि च परे धातुतः स्य, लुटि परे धातुतः तासि, तासि भवति. अस्तु, धातोः परश्च स्यतासि प्रत्ययौ लृलुटोः. अस्तु भगिनि, समीचीनं खलु. आम् आम्, तदेव सामान्यसूत्रमस्ति. तर्हि अस्तु भगिनि, अरुणा भगिनी तर्हि स्या प्रत्ययान्तस्य प्रत्ययस्य योजनान्तरं हुटि अनिट् धातूनां कृते सिद्धतिङ् प्रत्ययाः एते. तदत्र जानीमः लुट् विषये स्या प्रत्यय विधीयते, तदनन्तरं धातु तिङ् प्रत्यय के इति प्रश्नः अस्ति चेत् अधुना दत्तं पस्मैपदि लुटि सिद्धं तिङ्प्रत्ययः स्यति स्यतः स्यन्ति स्यसि स्यथः स्यथ स्यामि स्यावः स्यामः. आत्मनेपदि सिद्धतिङ्प्रत्ययः स्यते स्येते स्यन्ते स्यस्य से सज्जे से स्यावहे स्यामहे. यथा सङ्गं दीर्घात्वं भवति अतो दीर्घो यये इति इत्यनेन अदन्त अङ्गस्य दीर्घात् ययादि सार्वजातुकप्रत्यये परे पास्ययोगः मे अत्र अतो दीर्घो यै इति सूत्रेण पास्यामि इति रूपं भवति, न पास्यामि पास्यामि भवति. तदेवमेव स्यामि स्यावः स्यामः इति रूपाणि अस्ति. अत्र सूत्रम् आगच्छति उत्तमपुरुषे एकवचन द्विचने तृतया अपि अतो दीर्घो यये इति सूत्रेण अदन्त अङ्गस्य दीर्घत्वं ययाति सार्वधातुकप्रत्यये परे. अत्र ययादि उदाहरणमध्ये पास्यायुगमे पास्यामे भवति अतो दीर्घो ययेणि एवमेव स्यावः स्यामः अपि भवति. आत्मनेपदे अस्ति स्यावहे स्वामहे भवति. अग्रेपदने अतो दीर्घो ययि अतो दीर्घो ययि सप्तम अध्याये तृतीयपादे एक अधिक एकशतम् अदन्ताङ्गस्य दीर्घत्वं ययादि सार्वधातुकप्रत्यये परे ञये प्रत्याहारे या वाराल झ अतः षष्ट्यन्तं दीर्घः पदमान्तं ञये सप्तम्यन्तं त्रिपदमिदं सूत्रं ऋस्तुष्टम्यः संयमः सार्वधातिके इत्यस्मात् सार्वधातिक इत्यस्य अनुवृत्तिः आङ्गस्य इत्यस्य अधिकारः येन विदितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते ह्रस्वाकारः अस्ति अलोन्तस्य इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः यस्मिन् अवल्ग्रहणे इति वार्तिकम् इत्यनेन ययि सार्वधातिके इत्युक्तौ ययादि सार्वधातिके अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य दीर्घः ययि सार्वधातिके अत्र सूत्रं वदति वयं चपटितवन्तः अतो दीर्घो ययि अत्र अदन्ताङ्गस्य दीर्घत्वं भवति निमित्तमस्ति ययादिप्रत्यये सार्वधातुकप्रत्यये परे. वयं जानीमः यङ् ययङ् प्रत्याहारे या वाराल अत्र बकार अस्ति उत्तमपुरुषे एकवचने मे द्विवचने वा अस्ति महा अस्ति तृतीया अतः दीर्घं भवति. सम्यक् भगिनि, धन्यवादः. अतः तत्र दीर्घत्वम् अतः अङ्गस्य दीर्घः ययि सार्वधातुके. भगिनि अत्र एकमेव वाक्यमस्ति, तदपि पठति वा? ये धातवः सेतः सन्ति तेषां कृते आर्धधातुकसेत्वलादेः इत्यनेन इदागमः भवति. इदागमस्य योजनेन सर्वत्र आदेशप्रत्ययोः इत्यनेन षत्वं भवति. उदाहरणमस्ति ई युगस्यति इष्यति इति भवति. अत्र इष् धातु इति इष् धातु अत्र सेट् अस्ति, अतः प्रथमम् आजधातुकस्य त्वलादेः सूत्रेण इडागमः भवति युगस्यति. तदनन्तरम् आदेशप्रत्ययोः इत्यनेन इकारनिमित्तेन अत्र षकार मुद्रणशकार भवति इष्यति इति भवति. इष्यति इति रूपं. सम्यक्, धन्यवादः भगिनि. धन्यवादः. आदेशप्रत्ययोः इति परिचितमेव. महोदय अग्रे पठति वा? आहत्य. अस्तु, आहत्य श्रूयते खलु इदानीम्? आम् आम्. आहत्य सप्रत्ययस्य योजनानन्तरं लुटि सेट् धातूनां कृते सिद्धतिङ् प्रत्ययः इति परस्मपदि लुटि सिद्धतिङ् प्रत्ययः तत्र इष्यति इष्यतः इष्यन्ति इष्यसि इष्यतः इष्यत इष्यामि इष्यावः इष्यामः इति आत्मनेपदि इष्यते इष्येते इष्यन्ते इष्यते इष्येते इष्यन्ते इष्ये इष्यावहे इष्यामहे इति तत्र सप्रत्ययस्य इकारा तत्र षत्वं भवति इति अस्माभिः दत्तं. धात्वादेशः सामान्य अस्ति अत्र अधातुकप्रत्यये परे धात्वादेशः अष्टेर्भूहि इति भविष्यति अष्टातोः अष्टातो अर्धातुकविवक्षायाम् अधातौ चितस्य अष्टातोः स्थाने भू आदेशः भवति अनुवृत्तिसहितसूत्रमस्ति अस्तेः भूः अर्धातुके इति द्वितीयं सूत्रं भ्रुवो वचिः इति वक्षति इति रूपं भवति भ्रुवः वचि भ्रुवः वचि आदेशः वचि आदेशः भवति अर्धातुकविषये इकारः उच्चारणार्थम् इति वच् आदेशः भ्रुवः वचिः अर्धातुके इति अग्रे चक्षिङ् इति धातुः वयं जानीमः चक्षिङ्ख्या इति चक्षिङ् धातोः आर्धातुकप्रत्यये परे ख्याय आदेशः भवति किन्तु अत्र भाष्यकारः वदति ख्यादि अयम् आदेशः इति इत्युक्तौ आदेशः ख्या नपि तु अपि तु क्षा इति ख्या नास्ति क्षा इति तदा तत्त्वादेशेन क्षा इति भवति अपि च पूर्वत्र असीतमिति अधिकारे एकं वार्तिकमस्ति क्षायः शस्य यः वा वक्तव्यः इति अनेन ख्याय् क्षाय् इति आदेशशकारस्य विकल्पेन यकारादेशः भवति फलितार्थः अयं यत् आधादिकप्रत्ययपदे चक्षिं धातोः स्थाने ख्याय् क्षाय् इति आदेश क्षाय् इति आदेशो आदेशो सिद्धौ एकवारं ख्याय् अपरस्मिन् पक्षे क्षाय् इति अग्रे अजेः वि अघै अपोः अजेर्वेयघयपोः इति अजेः वि आदेशः भवति तर्हि अज् धातोः वि तत्र वेष्यति इति भवति अजेः अज् धातोः वि इति आदेशः स्यात् आर्धातुकविषये घञ् च अप् च वर्जयित्वा इति अनुवृत्तिसूत्रमस्ति अजेः वि आर्धातुके अघञ् अपोः इति घञ् अपि अप् भिन्न स्थले तत्र अज् धातोः वि आदेशः भवति यत् वि इति ईकारान्त अस्ति तत्र विडागमः भवति यद्यपि अज् इति धातुः ईडियोग्य तेजन्तः आदेश उपदेशे अशिति इति झै इत्यस्य आत्वं भवति आदेश उपदेशे अशिति इति सूत्रेण झै ध्यास्यति इति तत् सूत्रमस्ति उपदेशे एजन्तस्य धातोः आत्वं न तुषिति इति अनवितसहित सूत्रमस्ति एषः धातोः आत् उपदेशे अशीति इति यथा ग्लै ग्लास्यति म्लै म्लास्यति झै ध्यास्यति शो इति अस्ति अत्र ओकारान्तः अस्ति एतदपि एजन्तः तत्र शास्यति सो शास्यति वे वास्यति छो इति चास्यति अग्रे पठामि वा ब्रस्य रूपदयोः रम् अनन्तरम् इति परिचितसूत्रमस्ति ब्रस् जातोः तत्र र उपदयोः रम् आदेशः भवति यत्र आमादेशः खलु तत्र रम् इत्युक्ते आमादेशः अस्तु ब्रश्चोः रूपदयोः रम् अनन्तरस्य अस्तु रम् आदेशः खलु ब्रश्च इति धातोः रेपस्य उपधावनस्थाने विकल्पेन रम् आगमः भवति आर्धात्कप्रत्यये परे कौमुदीकारप्रतिपादयति यदत्र स्थाने इत्यपि अस्ति आगम इत्यपि अस्ति एकस्मिन्नेव सूत्रे उभे कार्ये नाम रेफस्य पदावर्णस्य स्थाने भवति स्थानषष्टिनिर्देशात् रूपदयोः निवृत्तिः रेफस्य अपि च उपदायाः निवृत्तिः अपि च रम् इति आगमः रम् इत्यस्मिन् अकारः उच्चारणार्थं रश्च उपदा च तयोः इतरेतरयोः द्वन्द्वः रूपदौ इति तयोः रूपदयोः इति अनुवृत्तिसूत्रमस्ति ब्रश्चः रूपदयोः रम् अन्यतरसम् आर्धातुके तत्र प्रक्रिया एवमस्ति ब्रश्चयोग तत्र लुट् लकारे वयम् अस्माभिः दृष्टमासीत् ब्रश्चयोग ता इति अस्ति इदानीं रेफ अपि च उपदा उपदायां सकार अस्ति इत्यनेन रेफ उपदावर्णस्य स्थाने रमागमः रेफसकारयोः निवृत्तिः भज् इदानीं भज् रेफ इति आगमः भवति रम् इति अस्ति इति कृत्वा तत्र बकारोत्तर अकारादनन्तरं भवति तत्र भर्ज् इति भवति क्षम्यताम् आं सत्यं एकनिमिष रेफ बक् भर्ज् इति भवति इदानीं अकारतन्त्रम्, अतः वर्ज्योगता इति अस्ति अत्र वर्षभश्च इत्यनेन, तत्र षत्वं वर्ष्योगता अनन्तरं स्तुत्वं वर्ष्टा, तदभावे वृष्ट्योगता इति अस्ति, इदानीं सकारस्य लोपः भवति स्कोः संयोगादि अन्ते च इत्यनेन, इदानीं ब्रज्युगता अनन्तरं षत्वं भ्रष्टा भ्रष्टा भ्रष्टा इति रूपद्वयं, तथैव मी मी अपि मी दीङ् एतयोः, तत्र मीनाति मिनोते दीङ्गान् लपि च इति सूत्रेण तत्र आत्वं भवति खलु, एच निमित्ते उपदेश अस्ति, मीनाति मिनोते दीङ्गान् लपि, क्रयादौ मी हिंसायां, स्वादौ दुमिङ् लक्षेपणे, दिवादौ दीक्षये इत्येतेषां धातूनाम् अन्त्यस्य अलः स्थाने आकारादेशः भवति, लपि विषये येच् निमित्त षिद्भिन्नप्रत्ययस्य च विषये, यथा अनुवृत्तिसूत्रमस्ति मीनाति मिनोति दीङ्गाम् आत् लपि च येच् येचः उपदेशे अशीति इति, तत्र येज् निमित्ते प्रत्यये परे, येज् इत्युक्ते तत्र यत्र गुणः भवितुमर्हति तत्र तादृशप्रत्यये परे, यथा अस्माकं स्या इति अस्ति तत्र गुणः भवति, तर्हि तत्र मीनाति इत्यस्य मे इति भवति, मिनोति अपि च तत्र मे इति भवति, दि इत्यस्य अपि दे भवति, अतः आत्वं भवति, तर्हि तत्र किं भवति तत्र मा मास्यति खलु, मास्यति मास्यति दास्यते वा दीङ्गा दीङ् इति नित् अस्ति, तथैव लिङ् शेषणे इति तदपि पठतु पर्यन्तम् अस्मिन् सप्ताहे पश्यामः, अग्रे बहु अग्रिमसप्ताहे पश्यामः, अस्तु, लिङ् श्लेषणे दिवादौ अपि च ली श्लेषणे क्रयादौ, लिङ् इति अस्ति दिवादौ यत् नीत् अस्ति, ली इति तत्र क्रियाधिकरणे अस्ति, विभाषा लीयते हे इति सूत्रं वदति, लिङ् श्लेषणे दिवादौ अपि च ली श्लेषणे क्रयादौ इत्यनयोः विकल्पेन आत्वादेशः भवति एकः विषये, अतः नाम ली इत्यस्य यदा गुणः वा वृद्धिः वा जायमाना, यस्मात् एकारः वा ऐकारः वा जायमानः अस्ति, ततः पूर्वमेव तत्स्थाने आकारादेशः भवति, ली ली इति अस्ति अत्र विलास्यति इति तत्र विकल्पेन ली इत्यस्य ला इति भवति, विलास्यति इति आत्वाभावे तत्र ली इति ले इति अस्ति अत्र, इदानीं तत्र विलेष्यति इति तत्र विलेष्यति विलास्यति लिङ् इति एतत् द्विवादिगणे अस्ति, विलेष्यते विलास्यते इति भवति वा, लिङ् इति नित् अस्ति इति कृत्वा प्रायः लिङ् इति वा आत्मनेपदि वा लिङ् इति आत्मनेपदि नित् लिङ्ग् नित् खलु आं सत्यं सत्यं तदेव आम् आम् विलास्यति विले विलास्यति विलास्यते विलास्यते विलेष्यति विलेष्यते इति आम् आत्वाभावे तद्भवति सम्भरणे आम् गृह एतदेव अतो परिचितसूत्राणि एव आम् आम् आम् इडागमपर्यन्तं परिचितसूत्रम् अनन्तरं पश्यामः आम् प्रक्रिया यदा आरप्स्यते तदा किञ्चित् इण्ट्रेस्टिङ्ग् भवति अपि च लिट्लकार किञ्चित् सुलभम् अस्ति चिन्तयामि रूपमपि खलु तत् प्रयोगः आधिक्येन भवति परिचितः आम् सत्यं सत्यं सत्यं लट्लकार इव एव भवति खलु स्या एव लट्लकारस्य सत्यं सम्यक् अस्तु अग्रिमसप्ताहे मिलामः अग्रिमसप्ताहे दिनाङ्कः कः आम् चतुर्थदिनाङ्के तु अहमस्मि अग्रिमसप्ताहे मिलामः 11th एव मम किञ्चित् ट्रावल् भवति अतः फोर्थ् अस्माकं वर्गः भवति भविष्यति एव धन्यवादः धन्यवादः धन्यवादः नमस्ते धन्यवादः